तर्हि अद्य वयं तिस्रः विषयताः तासाम् असमानाधिकरणम् अपि च तिस्रः विषयिताः तासां समानाधिकरणं ज्ञानम् इति विषये चर्चयाम. तत्प्राक् किञ्चित् पुनरावर्तनरीत्या गते सप्ताहे यद् चर्चितं तदेकवारं दृष्ट्वा अग्रे सरेम. तर्हि इदानीं ज्ञानम् अस्ति भूतलं घटवत् इति. ज्ञानमस्ति भूतले घटः अस्ति इति ज्ञानं. तस्य ज्ञानस्य आकारः इत्युक्ते शब्देन तस्य ज्ञानस्य प्रतिपादनं भवति भूतलं घटवत् इति. भूतलं घटवत् इत्यस्मिन् वाक्ये विशेषणं किं, विशेष्यं किं, नीता भगिनी वदति वा? भूतलं विशेषणं, भूतलं घटवत् अथवा घटवत् भूतलं, तत्र चिन्तयतु विशेषणं किं, विशेष्यं किम् इति. घटः भूतलस्य विशेषणं. सत्यं, घटवत् इति भूतलस्य विशेषणम्. हरि ओम्. आम् आम्. तर्हि भूतलं भवति विशेष्यम्. आम्. इदानीं भूतलं घटवत् इति आकारः इति उच्यते इति स्मरन्ति वा? ज्ञानमस्ति. आम् भगवति. हा, भूतले घटः अस्ति इति ज्ञानम्. तस्य ज्ञानस्य शब्दैः विवरणं क्रियते चेत् भूतलं घटवत् इति आकारं प्राप्नोति तद् ज्ञानम् इति विषयं वयं जानीमः एव. इदानीं भूतलं घटवत्, तत्र घटवत् विशेषणं भूतलम् अस्ति विशेष्यम्. अस्मिन् कति विषयाः सन्ति? रत्ना भगिनी प्रयत्नं करोति किम्? आधारः कः, आधेयः कः, तयोः सम्बन्धः कः इति. हा, सम्यक् सम्यक्. तर्हि वदतु विषया के के अत्र. घटः आधेयः, भूतलम् आधारः, तेन तयोः संयोगः, संयोगसम्बन्धः भवति तयोः इति त्रयः विषयाः. अयं घटः इत्यस्मिन् ज्ञाने विषयः आसीत् घटः एव खलु. अयं घटः इत्यस्मिन् घटः विषयः ज्ञानं, विषयी ज्ञाने विषयिता आसीत्, घटे विषयता आसीत्. तथा एव अत्र भूतलं घटवत् अथवा घटः भूतले अस्ति इत्यस्मिन् त्रयः विषयाः दृश्यन्ते. एकः अस्ति घटः, अपरं भूतलम्, अपरः संयोगः. भूतलघटयोः यः सम्बन्धः अस्ति सः अपि एकः विषयः अस्ति इति. स्पष्टं वा? त्रयः विषयाः सन्ति चेत् कति विषयताः भवन्ति? हा, तिस्रः विषयताः भवन्ति. तिस्रः विषयताः भवन्ति. विषयता इति सामान्यसंज्ञा अस्ति. विषयता इति सामान्यसंज्ञा अस्ति, किन्तु अस्माभिः काश्चन विशेषसंज्ञाः अपि दृष्टाः. तत् सावित्री भगिनी वक्तुं शक्नोति किम्? घटस्य विषयतायाः नाम अस्ति प्रकारता, अपि च संयोगविषयतायाः नाम अस्ति संसर्गता, अपि च भूतलस्य विषयतायाः नाम विशेषता इति. विशेषता, बहु सम्यक्. विषयता इति एकः एव संज्ञा यदि क्रियते तर्हि विशेषणं किं, विशेष्यं किम् इति ज्ञातुं न शक्नुमः. तदर्थम् अत्र तिस्रः विषयताः सन्ति, तासां भिन्नानि नामानि अपि सन्ति. विशेषणे इत्युक्ते घटे विद्यमाना विषयता प्रकारता. विशेष्ये इत्युक्ते भूतले विद्यमाना विषयता विशेष्यता इति उच्यते. अपि च संयोगे विद्यमाना विषयता संसर्गता इति उच्यते. इदानीं वेङ्कटेशमहोदय भगिनि, क्षम्यतां, पुनः वदति वा विषयता प्रकाराः? विषयता इति सामान्यसंज्ञा अस्तु. अस्माकं ज्ञानस्य विषये या विषयता वर्तते तस्य सामान्यसंज्ञा अस्ति विषयता इति. किन्तु इदानीं ज्ञानत्रयः यः आसन् घटः भूतलं, तर्हि तेषु विषयेषु विषयताः वर्तन्ते, भिन्नाः विषयताः. तेषां नामानि एवम् अस्ति. घटे विद्यमाना विषयता अस्ति प्रकारता. संयोगे विद्यमाना विषयता अस्ति संसर्गता. अपि च भूतले विद्यमाना विषयता अस्ति विशेष्यता इति. अत्र रत्ना भगिनी अवगच्छति वा? आमाम्, इदानीम् अवगच्छामि. आम्, अत्र प्रकारता केवलं घटे विद्यमाना इति न, विशेषणे विद्यमाना इति उक्तमस्ति. इत्युक्ते अस्माकम् उदाहरणे भूतलं घटवत् इति वदनसमये भूतलं विशेष्यं, घटः विशेषणं. तत्र यस्मिन् कस्मिन्नपि विशेषणे या विद्यमाना या विषयता विद्यमाना अस्ति सा प्रकारता. विशेष्ये भूतल, अस्माकम् उदाहरणे इदानीं भूतलम् इति विशेष्यं, तर्हि यस्मिन् कस्मिन्नपि विशेष्ये विद्यमाना प्रभा अथवा विषयता वर्तते विशेष. विशेषण विशेषयोः मध्ये सम्बन्धः यः अस्ति, संयोगः वा अथवा संसर्ग समवायः वा यत्किमपि भवतु, तस्मिन् या विषयता वर्तते सा संसर्गता अस्तु. रत्ना भगिनि. आम् आं भगिनि, अवगच्छामि. इदानीं वेङ्कटेशमहोदय कृपया इदानीं प्रकारता संयोगता इत्यादीनाम् आधारेण ज्ञानं कीदृशम् इति वक्तुं शक्नोति वा? इदानीं तत्र तस्य निरूपणार्थम् एकम् उदाहरणं दत्तम् आसीत्, ज्ञानं दीपस्थानापन्नम् इति. अतः तत्र एका प्रभा वर्तते, विषयतासम्बन्धप्रभावः, यतः विषयः प्रकाश्यः. अतः तत्र ततः प्रभा त्रिविधं भवति इति तत्र निरूपितम् आसीत् गते वर्गे. एकः तु एका प्रभा तु तत्र विशेषणसम्बन्धप्रभा, एकं तु आधारसम्बन्धप्रभा. इत्युक्ते अन्यत्तु तयोर्सम्बन्ध संयोगसम्बन्धसम्बन्धितप्रभा इति. अतः तत्र विशेषसंज्ञां वयं स्थापितवन्तः. एकत्तु प्रकार अत्र अतः यतः विशेष त्रयम् अस्ति इति कारणात् विशेष्यता, यदि विशेषस्य भावम् अस्ति तदपि त्रयत्र त्रिविधा भवति. अतः तत्र तेषाम् अवगमनार्थं भिन्नभिन्नसंज्ञां वयं स्थापितवन्तः, तस्य विशेषसंज्ञाम् इति. एकं तु प्रकाराख्यतविषयता, अन्यं तु संसर्गताख्यविषयता, अन्यं तु विशेष्यताख्यविषयता इति. अतः तत्र ज्ञानमपि ज्ञानम् इति एकमेव अस्ति, परन्तु ततः त्रिविधप्रभावाः प्रकाश्यते इति कारणात् तत्र ज्ञान प्रभाः आगच्छति इति कारणात् तत्र तत्रापि तस्य ज्ञानस्य विशेषणं वयं घटनिष्ठप्रकारताख्यविषयतानिरूपकं ज्ञानम्. अतः निरूपं तत्र ज्ञानस्य निरूपकम् एवं भवति, यद् प्रकाराख्यविषयता भवति. अतः तत्र घटे तस्य प्रभावः भवति इति प्रभावः भवति इति कारणात् घटनिष्ठप्रकाराताख्यविषयतानिरूपकं ज्ञानम् इति एकम् अस्ति. अनन्तरं संयोगप्रभा अस्ति, तद् संयोगनिष्ठसंसर्गताख्यविषयतानिरूपकं ज्ञानम् इति भिन्नमस्ति. अनन्तरं भूतले या प्रभा भवति तद् भूतलनिष्ठविशेष्यताख्यविषयतानिरूपकं ज्ञानम् इति. ज्ञानस्य ज्ञानं तु एकमेव, परन्तु तस्य विशेषणं त्रिविधं वयं कर्तुं शक्यते, यतः तिस्रः प्रभाः तस्मात् आगच्छति इति कारणात्. आम्, बहु सम्यक् महोदय, तथा एव अस्ति. ज्ञानमेकमेव, किन्तु तेन ज्ञानेन तिस्रः विषयताः प्रकाशिताः भवन्ति. एका प्रकारता, अपरा अस्ति संसर्गता, अन्या अस्ति विशेष्यता. एकमेव ज्ञानं तेन तिस्रः विषयताः प्रकाशिताः. तर्हि एकस्य नाम अस्ति प्रकारता, प्रकाराताख्यविषयता इत्यस्य वदने प्रकारता नाम नाम्ना विषयता इति अर्थः अस्ति. तथा एव संसर्गताख्यविषयता अथवा विशेषताख्यविषयता. एकस्मात् ज्ञानात् एव तिस्रः प्रभाः आगमिष्यन्ति. तर्हि ज्ञानं निरूपकम् अस्ति, कस्य निरूपकम् अस्ति? वेङ्कटेशमहोदय वदति पुनः पृच्छतु कृपया. ज्ञानं निरूपकम् अस्ति, ज्ञानात् या प्रभा आपतति सा प्रभा प्रकारता वा संसर्गता वा अथवा विशेष्यता वा अस्ति खलु. तर्हि ज्ञानं कस्य निरूपकम् अस्ति? ज्ञानं विशेष्यस्य निरूपकं किल, विषयतायाः विषयतायाः निरूपकम् अस्ति ज्ञानं. ज्ञानात् या प्रभा आगच्छति सा निरूपयति प्रभा. तर्हि ज्ञानमस्ति निरूपकं. तर्हि ज्ञानस्य विशेषणं किं स्यात्? घटनिष्ठप्रकारताख्यविषयतानिरूपकं ज्ञानम् अथवा संयोगनिष्ठसंसर्गताख्यविषयतानिरूपकं ज्ञानम् अथवा भूतलनिष्ठविशेषताख्यविषयतानिरूपकं ज्ञानम् इति ज्ञानस्य विवरणम्. ज्ञानं तु निरूपकम् अस्ति. कं निरूपयति? विषयतां निरूपयति. विषयता कुत्र अस्ति? विषयता घटे अस्ति, संयोगे अस्ति अथवा भूतले अस्ति. तदर्थं घटनिष्ठप्रकारताख्यविषयतानिरूपकं ज्ञानम् इत्यादिकं वक्तुं शक्नुमः. अस्तु, भारती भगिनी वा? तिस्रः विषयताः सन्ति, घटनिष्ठप्रकारता. तिस्रः इत्युक्ते प्रकारता, संसर्गता, विशेष्यता सन्ति. घटनिष्ठप्रकारता विषयता निरूपकं ज्ञानं संसर्गता निष्ठ संयोगनिष्ठसंसर्गताविषयता निरूपकं ज्ञानं, भूतलनिष्ठा विशेष्यता विषयता निरूपकं ज्ञानं. ते सम्यक् वा नास्ति न वा? सम्यक्, किन्तु मध्ये प्रकारताख्यविषयता इति वदतु. प्रकारताख्य आख्य इत्युक्ते नाम्ना इति. प्रकारताख्य प्रकारताख्यविषयता निरूपकं निरूपकं ज्ञानं. संयोगनिष्ठा संसर्गताख्य विषयता निरूपकं ज्ञानं, भूतलनिष्ठा विशेष्यता विषयता निरूपकं विशेषताख्य विशेष्यताख्य विषयता निरूपकं ज्ञानं. आम्, तावदेव. बहु सम्यक् अस्ति. तदेव ज्ञानस्य निरूपणं. ज्ञानः ज्ञानमेकमेव, तस्य त्रिविधा निरूपणमस्ति. तावदेव. अस्तु, इदानीं यथा ज्ञानस्य निरूपणमस्ति तथा विषयताः परस्परं निरूपयन्ति. परस्परं निरूपयन्ति इत्युक्ते ज्ञानं तु प्रकारतां संसर्गतां वा अथवा विशेष्यतां वा निरूपयति इति साधुः एव. किन्तु प्रकारता विशेष्यतां निरूपयति, विशेष्यता प्रकारतां निरूपयति, अथवा प्रकारता संसर्गतां निरूपयति, संसर्गता विशेष्यतां निरूपयति इत्यपि अस्ति. परस्परम् अपि निरूपयन्ति. इति अन्तिमवाक्यं पठतु भगिनी, तत्र भारती भगिनी. तथा च पूर्वोक्ते भूतलं घटवत् तत्र ततः आरभ्य पठतु. तथा च चतुस्त्रिंशत्तमे पुटे यथा अस्माकं विषयता कुत्र अस्ति? अधः अस्ति, अधोभागे अस्ति. 34 चतुस्त्रिंशत्तमे पुटे अधोभागे अन्तिमपरिच्छेदात् पूर्वं तथा च पूर्वोक्ते भूतलं विषयताः यथा ज्ञानेन निरूपयन्ते तथा परस्परमपि निरूपयन्ते. प्रकारता निरूपिता विशेष्यता इव विशेष्यता निरूपिता प्रकारता इत्यपि सम्भवति. एवं संसर्गतायामपि तथा च पूर्वोक्ते भूतलं घटवत् इति ज्ञाने घटनिष्ठप्रकारता निरूपिता भूतलनिष्ठविशेष्यता निरूपकं ज्ञानम्, भूतलनिष्ठा विशेष्यता निरूपित घटनिष्ठा प्रकारता निरूपकं ज्ञानमिति वा वक्तव्यम्. अवगच्छति वा? तर्हि परस्परं निरूपयन्ति इत्यस्य वदनस्य अर्थः कः? इदानीं मनसि चित्रं चिन्तयतु. घटः अस्ति, घटस्य उपरि प्रकारता अस्ति. भूतलमस्ति, भूतलस्य उपरि विशेष्यता अस्ति. तयोः मध्ये निरूपकनिरूप्यभावः इत्यस्य आधारेण वाक्यं रचयति चेत् कथं रचयति? तयोः मध्ये संयोगः अस्ति. तत् सत्यं, किन्तु घटः चित्रं चिन्तयतु मनसि, घटः अस्ति, घटस्य उपरि प्रकारता अस्ति, अस्तु, एरो मार्क् कृत्वा प्रकारता इति अस्ति. भूतलमस्ति, भूतलस्य उपरि विशेष्यता अस्ति. तयोः मध्ये निरूपकनिरूप्य सम्बन्धं कल्पयतु इदानीं निष्ठा उपयुज्य. यथा आधाराधेयभावः यज्ञदत्तनिष्ठ आधेयतानिरूपित आसन्धनिष्ठ अधिकरणता इति वाक्यं स्मरति वा? संयोग भूतलनिष्ठा न कर्तुं शक्नोमि. अस्तु, चिन्ता नास्ति. तर्हि नीता भगिनी सहायं करोति किम्? घटनिष्ठप्रकारता निरूपिता भूतलनिष्ठविशेष्यता इति परस्परसम्बन्धः विशेषता प्रकारता इति अस्ति. तयोः मध्ये परस्परनिरूपणं तथा भवति यथा नीता भगिन्या उक्तं. घटनिष्ठप्रकारता निरूपित भूतल वदतु भगिनी. घटनिष्ठप्रकारतानिरूपित भूतलनिष्ठविशेष्यता इति विशेष्यतायाः निरूपणं ज्ञानं तन्निरूपकं. तदर्थम् एतत् दीर्घवाक्यमस्ति. घटनिष्ठप्रकारता निरूपित भूतलनिष्ठविशेष्यतानिरूपकं ज्ञानं तथा एव अग्रे अपि भूतलनिष्ठविशेष्यतानिरूपित घटनिष्ठप्रकारतानिरूपकं ज्ञानं. घटनिष्ठप्रकारता निरूपिता ज्ञानं भूतलनिष्ठा विशेष्यता निरूपिता ज्ञानं. निरूपिता ज्ञानं न, निरूपकं ज्ञानं. ज्ञानरूपकम् अस्ति, द्वितीया एव अस्ति निरूपकं. निरूपकम् इति भवति, ज्ञानं निरूपिता न भवति, ज्ञानं निरूपयति. कं निरूपयति ज्ञानं? विशेषतां निरूपयति इति पूर्वतनविषयाः आसन्. घटः भूतलं घटवत् इत्यस्य ज्ञाने त्रयः विषयाः, तिस्रः विषयताः आसन्. इदानीं तासाम् अधिकरणम् इत्युक्ते विषयताः कुत्र कुत्र भवन्ति इत्यस्य विषये चर्चाम् आरब्धुं शक्नुमः अग्रिमे परिच्छेदात् आरभ्य. अस्तु, नीता भगिनी पठति वा कृपया? विषयतारूपः सम्बन्धः तत्प्रभेदश्च निरूपितः. ताश्च तिस्रः अपि विषयताः परस्परसमानादिकरणाः. परस्परसमानादिकरणाः को अर्थः? न समानादिकरणाः, परस्परम् असमानाधिकरणाः इति भवति. असमानादिकरणाः कः अर्थः? समानादिकरणाः, समानादिकरणी, समानादिकरणं इत्यस्य कस्यचित् अन्यस्य यत् अधिकरणं तत्र विद्यमानम् इति अर्थः. समानादिकरणं ययोः तौ समानादिकरणौ. किञ्चित् प्रतिपादयतु भगिनि. अहं वक्तुं न शक्नोमि. प्रारम्भतः पठतु तर्हि, चिन्ता नास्ति. विषयतारूपः सम्बन्धः तत्प्रभेदश्च निरूपितः. इदानीमेव वयं पठितवन्तः. ताश्च तिस्रः अपि विषयताः परस्परम् असमानादिकरणाः. तिस्रः विषयताः ते च कुत्र कुत्र वसन्ति? प्रकारता, संसर्गता, विशेष्यता. सत्यं, तिस्रः विषयताः सन्ति खलु. ते कुत्र कुत्र सन्ति? प्रकारता कुत्र अस्ति? घटे, घटे संयोगे, भूतले. हा, का कुत्र अस्ति तद्वदतु. प्रकारता घटे खलु. प्रकारता घटे अस्ति, संसर्गता संयोगे अस्ति, विशेष्यता भूतले अस्ति. भूतले अस्ति. तर्हि तासाम् अधिकरणम्, अधिकरणम् इत्युक्ते आधारः. तासां तिसृणामपि अधिकरणं समानमस्ति वा? हरि ओम्. नास्ति, नास्ति किल. किमर्थं? प्रकारता तु घटे अस्ति. प्रकारतायाः अधिकरणं घटः. भूतल, भूतले अस्ति किं विशेषता? तस्य अधिकरण, तस्याः अधिकरणं भूतलं. संसर्गतायाः अधिकरणं संयोगः. तर्हि परस्परम् असमानाधिकरणाः. अधिकरणाः समानः नास्ति. नास्ति, अधिकरणं समानं नास्ति तासाम् इत्येव अर्थः. अग्रे पठतु, को अर्थः? को अर्थः? न समानाधिकरणाः. समानाधिकरणम् इत्यस्य कस्यचित् अन्यस्य यत् अधिकरणं तत्र विद्यमानम् इति अर्थः. समानाधिकरणम् इत्यस्य कस्यचित् अन्यस्य यत् अधिकरणं तत्र विद्यमानम् इत्यर्थः. इत्युक्ते कस्यचित् अन्यस्य अधिकरणमस्ति. आसन्दः अस्ति, आसन्धे यज्ञदत्तः अस्ति. यज्ञदत्तस्य अधिकरणम् आसन्दः. यज्ञदत्तः इदानीं देवदत्तः इति कश्चन आगमिष्यति, तस्मिन्नेव आसन्दे उपविशति चेत् देवदत्त यज्ञदत्तौ समानाधिकरणौ. समानाधिकरणौ इति उच्यते. किन्तु एते एताः विषयताः समानाधिकरणाः न. अन्तिमवाक्यं पठतु. समानाधिकरणं ययोः तौ समानाधिकरणौ. अवगम्यते वा? ययोः षष्टिविभक्ति, येषां, यस्य, तथा. ययोः समानाधिकरणं तौ समानाधिकरणौ. किन्तु अस्माकं विषयताः तथा नास्ति. परस्परम् असमानाधिकरणाः इति मुख्यांशः अत्र. प्रश्नः अस्ति? अग्रे रत्ना भगिनी पठति वा? आम्, पठामि. अत्र घटत्वसमानाधिकरणा प्रयोगिता, प्रतियोगिता, हा क्षम्यतां, प्रतियोगिता, प्रतियोगिता समानाधिकरणं घटत्वं. प्रकृते तु प्रकार, प्रकारतादयः तिस्रः विषयताः, न परस्परं समानाधिकरणाः. घटत्वे प्रकारता, संयोगे दोषः. एकनिमिषः, तत्र दोषः अस्ति. कः दोषः? घटे, घटे, घटे, घटे, घटे, घटे प्रकार. एकनिमिषः. हा, घटे प्रकारता, संयोगे संसर्गता, भूतले विशेष्यता च वर्तते. अतः न अत्र द्वयोरेकमधिकरणं, परन्तु विषयता इति यः सम्बन्धः, विषयिता, विषयिता इति यः सम्बन्धः ज्ञाने विषयस्य, तस्य च ये अवान्तरभेदाः निरूपणसौकर्याय स्वीक्रियन्ते, तेषु न परस्परम् असमानाधिकरणं, किन्तु सर्वाः अपि विषयिताः ज्ञाने एव भवन्ति. अस्तु, इदानीं वाक्यशः पश्येम. अत्र घटत्वसमानाधिकरणा प्रतियोगिता. अवगच्छति वा? उपरितनं चित्रं पश्यतु. घटे घटे घटत्वमस्ति, घटे प्रतियोगिता अपि अस्ति. अत्र घटत्वसमानाधिकरण घटत्वं प्रतियोगिता उभौ समानाधिकरणौ. समानाधिकरणौ द्वौ अपि घटे स्तः, अतः समानाधिकरणौ. अत्र पश्यतु, वाक्ये प्रतियोगिता इति विशेष्यम् इति स्वीकुर्मश्चेत् घटत्वसमानाधिकरणा इति विशेषणं भवति प्रतियोगितायाः. अवगच्छन्ति वा? हरि ओम्, पुनः वदतु भगिनि. अत्र प्रथमवाक्ये अस्ति, अत्र घटत्वसमानाधिकरणा प्रतियोगिता. प्रतियोगिता कीदृशी इति प्रश्नः क्रियते चेत्, प्रतियोगिता कीदृशिः इत्युक्ते घटत्वसमानाधिकरणा इति प्रतियोगितायाः विवरणं भवति अथवा प्रतियोगितायाः विशेषणं भवति. चित्रं दृष्ट्वा अग्रिमे वाक्ये घटत्वम् इति अस्ति. घटत्वं कीदृशम् इति प्रश्ने तत्र प्रतियोगिता समानाधिकरणं घटत्वम् इति भवति. किमर्थं चेत् उभयोः एकमेव अधिकरणम्. अस्तु, अग्रे पठतु भगिनि. प्रकृते तु प्रकारतादयः तिस्रः विषयताः न परस्परं समानाधिकरणाः. इदानीं तु अस्माकम् उदाहरणे तिस्रः विषयताः न परस्परसमानाधिकरणाः. घटे प्रकारता, संयोगे संसर्गता, भूतले विषयता च वर्तते. विशेष्यता च वर्तते. अतः न अत्र द्वयोर् एकमधिकरणं, द्वयोः एकमधिकरणं नास्ति अत्र. तदर्थम् असमानाधिकरणाः. अस्तु, इदं मनसि स्थापयन्तु. विषयताः इत्युक्ते प्रकारता, संसर्गता, विशेष्यता, ताः असमानाधिकरणाः. किमर्थं? द्वयोः एकमधिकरणं नास्ति. प्रकारता, संसर्गता स्वीकुर्वन्तु, तत्र उभयोः एकमधिकरणं नास्ति. अथवा विशेष्यता, संसर्गता स्वीकुर्वन्तु, उभयोः एकमधिकरणं नास्ति. अस्तु वा? हरि ओम्. आम्, अस्तु भगिनि. विषयताः असमानाधिकरणाः. अग्रे पठतु. परन्तु विषयिता इति यः सम्बन्धः ज्ञाने विषयस्य, तस्य च ये अवान्तरभेदाः निरूपणसौकर्याय स्वीक्रियन्ते, तेषु न परस्परम् असमानाधिकरण्यम्. विषयिता इति यः सम्बन्धः ज्ञाने. परन्तु विषयिता इति यः सम्बन्धः ज्ञाने विषयस्य अस्ति, तेषु न परस्परम् असमानाधिकरण्यम् इत्युक्ते मध्ये यदस्ति त्यजतु, अनन्तरं चर्चयामः, केवलम् एतत् पठतु। परन्तु विषयिता यः इति यः सम्बन्धः ज्ञाने अस्ति विषयस्य, तेषु न परस्परम् असमानाधिकरण्यम् इत्युक्ते किम्? ते सर्वे समानाधिकरणाः। ते इत्युक्ते विषयिताः। हा, सम्यक्, विषयिताः, ज्ञाने विषयिताः सन्ति। तिस्रः यथा अग्रे पश्येम, यथा तिस्रः विषयताः आसन् तथा ज्ञाने तिस्रः विषयिताः अपि सन्ति, यतोहि अस्माकं विषयत्रयमस्ति अपि च विषयतात्रयमस्ति। तर्हि ज्ञाने विषयस्य सम्बन्धः विषयिता इति यदस्ति, तासां सर्वेषाम् एकमेव अधिकरणमस्ति ज्ञानम् इति। तर्हि विषयिताः न परस्परम् असमानाधिकरण्यम् विषयितानाम्। अवगच्छति वा? मध्ये एकवाक्यमस्ति, पठतु। तस्य च, तस्य च ये अवान्तरभेदाः निरूपणसौकर्याय स्वीकुर्यन्ते तेषु न परस्परम् असमानाधिकरण्यम्। इत्युक्ते तत्र अवान्तरभेदाः इत्युक्ते उपभागाः भवन्ति। विषयिताः तिस्रः सन्ति, तयोः मध्ये केवलं निरूपणसौकर्याय भेदं स्थापयन्ति। किन्तु वस्तुतः भेदः सति चेदपि वस्तुतः तेषाम् अधिकरणं समानं, ज्ञानमेव। विषयतानाम् असमानाधिकरण्यं, विषयितानां समानाधिकरण्यम्, भेदः अस्ति अत्र। अवगच्छति वा? अग्रे पठतु, प्रश्नः न सन्ति चेत् अथवा पृच्छतु। अस्तु, किन्तु सर्वाः अपि विषयिताः ज्ञाने एव भवन्ति। अस्तु, इति मुख्यः विषयः। विषयताः असमानाधिकरणाः, विषयिताः समानाधिकरणाः इति मनसि स्थापयन्तु। द्वे नेगेटिव् अस्ति, न असमानाधिकरणं, डबल् नेगेटिव् अस्ति, न असमानाधिकरणं। हा, तर्हि विषयताः याः विषये इदम् आसीत्। अग्रे तत् कथं किमर्थं समानाधिकरणं विषयितायाः इति अग्रे उदाहरणं दृष्ट्वा अवगन्तुं शक्नुमः। सावित्री भगिनी पठति वा? अत्र एतद् उदाहरामः। करदीपं प्रज्वल्य तस्य पुरतः अङ्गुष्ठवर्जम् अङ्गुलीचतुष्टयं प्रसारयामश्चेत् तिस्रः अर्चयः निर्गच्छन्ति, तासु उपरितना अर्चिः घटे आपततीति सा प्रकारता, मध्यमा संयोगता संसर्गता, निम्ना भूतलगता विशेष्यता इति भवेत्। एवञ्च प्रकारतादीनाम असमानाधिकरण्यं समर्थितं भवति। किञ्चित् प्रतिपादयतु भगिनि। पूर्वम् एव उक्तं, करदीपः ज्ञान समानः। करदीपं यदा करदीपस्य प्रकाशः पुरतः अङ्गुष्ठम् अङ्गुष्ठचतुष्टयं प्रसारयामः चेत् अङ्गुष्ठवर्जम् अङ्गुलिचतुष्टयम् अङ्गुष्ठ इत्युक्ते थम्ब् अस्ति अङ्गुष्ठवर्जम् अङ्गुष्ठवर्जम् अङ्गुलि इत्युक्ते अङ्गुष्ठं विहाय अङ्गुष्ठं विहाय अङ्गुलि अङ्गुष्ठं विहाय अङ्गुलिचतुष्टयं प्रसारयामः चेत् तिस्रः अर्चयः निर्गच्छन्ति इत्युक्ते त्रीणि प्रकाश भवति सत्यं अथवा तिस्रः अर्चयः अर्चयः इत्युक्ते रे अथवा बीम् आफ् लैट् अस्ति त्रयः किरणाः इति वदतु तासु उपरितन किरणः अस्ति घटस्य उपरि तस्य नाम प्रकारता मध्यम किरणः संसर्गतायाः निम्नः अथवा अधः यः किरणः अस्ति भूतलस्य विशेषता प्रज्वलति इति चिन्तयामः एवं च प्रकार एतत् उदाहरणे तिस्रः विषयताः सन्ति परस्परं समान अधिकरणं नास्ति अत्र तस्य उदाहरणं दत्तम् अस्ति सम्यक् सर्वे अवगच्छन्ति वा प्रश्नः अस्ति अत्र इत्युक्ते करदीपः अस्ति तस्य पुरतः चतस्रः अङ्गुल्यः प्रसारयति चेत् तत्र त्री बीम्स् आफ् लैट् भवति त्रयः किरणाः त्रयः अपि कुत्र कुत्र पतति एकः किरणः पतति घटस्य उपरि मध्यमः किरणः पतति संयोगस्य उपरि अधस्तनाः पतति भूतलस्य उपरि यः घटस्य उपरि पतति सा प्रकारता यः संयोगगता अस्ति सा संसर्गता या भूतलगता अस्ति सा विशेषता इति चिन्तयामश्चेत् इदानीं साधितम् अस्माभिः तेन उदाहरणेन साधितं यत् प्रकारतादिविषयताः सर्वे परस्परम् असमानादिकरणाः इति अत्र किमपि चिन्तनमस्ति वा अथवा प्रश्नाः सन्ति वा अग्रे सरेम तर्हि वेङ्कटेशमहोदय कृपया पठतु परन्तु तेषां भूतलादीनां त्रयाणां ये प्रतिबिम्बाः करदीपान्तर्गतकाचे दृश्यन्ते ते तु एकत्रैव भवन्ति यथा हि घटप्रतिबिम्बः काचे भवति तथा संयोगप्रतिबिम्बः तत्रैव एवं भूतलप्रतिबिम्बोऽपि बिम्बः अपि एषः प्रतिबिम्बः एव ज्ञाननिष्ठः विषयसम्बन्धः विषयिता इत्युच्यते अत्रापि विषयित्वम् इति सामान्या संज्ञा प्रकारिता संसर्गिता विशेषिता इति च विशेषरूपाः एते प्रतिबिम्बाः न प्रकारत्वादिवत् परस्परम् असमानादिकरणाः किन्तु ज्ञानैकनिष्ठाः आधार आदेयात् अभावस्थले यथा आदेयतादिकरणतयोः निरूप्य निरूपकभावः अस्तु महोदय एतावत् पर्याप्तं पुनः वाक्यशः पठित्वा किञ्चित् प्रतिपादयतु परन्तु तेषां भूतलादीनां त्रयाणां ये प्रतिबिम्बाः तत्र यदा अर्चयः भवन्ति तदा तत्र तेषां त्रयाणां प्रतिबिम्बाः करदीपान्त अन्तर्गाच इत्युक्ते लेन्स् वा तत्र काचः इत्युक्ते ग्लास् अस्ति ग्लास् वयं प्रतिबिम्बः इत्युक्ते रिफ्लेक्षन् खलु तद् वयं काचे एव द्रष्टुं शक्नुमः करदीपान्तर्गतकाचे इत्युक्ते तत्र करदीपे अन्तर्गतकाचे इत्युक्ते तत्र यत् तस्य अन्ते यत् अस्ति तद् करदीपस्य अन्ते तद्वा सत्यम् ते तु एकत्रैव भवन्ति प्रतिबिम्बाः तु एकत्रैव भवन्ति यद्यपि अर्चयः यदा वयं अङ्गुलिश्चतुष्टयं प्रसारयामः तिस्रः अर्चयः निर्गच्छन्ति तथापि त्रयाणां प्रतिबिम्बाः वयं यदा करदीपान्तर्गतकाचे वयं पश्यामः चेत् एकत्रैव भवन्ति यथा यथा हि घटप्रतिबिम्बः काचे भवति तथा एव संयोगप्रतिबिम्बः अपि तत्रैव भवति भूतलप्रतिबिम्बः अपि तत्रैव भवति एषः प्रतिबिम्बः एव ज्ञाननिष्ठः विषयसम्बन्धः विषयिता इति उच्यते यतः तत्र करदीपात् एव तत्र ये प्रतिबिम्बाः तत्र एकत्रैव भवन्ति तत्र प्रतिबिम्बः तु अर्चयः भिन्नः प्रतिबिम्बः एकस्मिन् स्थले एव भवति इति कारणात् तदेव तत्र प्रतिबिम्बः एव इदानीं करदीपात् भवति इति तत्र उदाहरणं दत्तमस्ति वयं ज्ञानम् इति अत्र स्थापयामः चेत् ज्ञाननिष्ठः विषयसम्बन्धः यतः विषयः ज्ञानं ज्ञानं विषयः विषयसम्बन्धः तत् तदेव विषयिता इति उच्यते विषयिता कुत्र भवति विषयी भवति ज्ञानं विषयी इति वदामः किमर्थं ज्ञाने ज्ञाने विषयिता सम्यक् ज्ञाने विषयिता अस्ति इत्यतः ज्ञानं विषयी अस्ति विषयी अस्ति विषयः तस्मिन् विषयता अस्ति इदानीं ज्ञानं करदीपम् इति दीपः इति चिन्तयन्तु ज्ञानं करदीपः अस्ति चेत् करदीपेन ये अर्चयः ये किरणाः गच्छन्ति ते विषयताः अथवा ज्ञानं दीपस्थानमापन्नम् इति पूर्वस्मिन् उदाहरणे यत्र दृष्टवन्तः तत्र ज्ञानात् या प्रभा गच्छति अथवा या अर्चि गच्छति सा विषयता अस्ति विषयता अन्यत् बहुत्र पतति खलु घटे भूतले वा अपि च अन्यत्र किन्तु अत्र किम् अभवत् प्रतिबिम्बाः कुत्र पतन्ति सर्वम् एकत्र एव भवन्ति खलु एकत्रैव तर्हि अर्चयः अथवा किरणाः प्रभाः विषयतायाः द्योतकाः चेत् प्रतिबिम्बाः विषयितायाः द्योतकः अस्तु अग्रे महोदय अवगच्छन्ति वा सर्वे भगिनि द्योतकः इत्युक्ते रेप्रेसेण्टेशन् ओके पठामि वा भगिनि अत्रापि विषयित्वम् इति सामान्या संज्ञा यथा वयं विषयता सामान्यसंज्ञा इति उक्त्वा अनन्तरं तत्र विशेषणं वयं स्थापितवन्तः तथा एव अत्रापि प्रकारिता संसर्गिता विशेष्यिता इति च विशेषरूपाः विषयिताः रूपाः विशेषरूपाः प्रकारिता संसर्गिता विशेष्यिता यथा विषयताः रूपाः प्रकारता संसर्गता विशेष्यता इति कथ्यते तथा एव विषयित्वम् इति सामान्यसंज्ञां स्थापयित्वा अनन्तरं विशेषरूपाः प्रकारिता संसर्गिता विशेष्यिता इति कथ्यते विशेषिता इति एते सर्वे प्रतिबिम्बाः इति चिन्तयतु प्रकारिता एकः प्रतिबिम्बः संसर्गिता एकः प्रतिबिम्बः अपि च विशेषिता एकः अस्ति सर्वे कुत्र पतन्ति प्रतिबिम्बाः काचे पतन्ति वेङ्कटेश महोदय किमपि वदति वा न न किमपि नास्ति तत्र अहं वक्तुं प्रयतितवान् तत् पूर्वं सा उक्तवती तदेव अस्तु तर्हि सर्वे काचे पतन्ति इत्यतः विषयिताः यद्यपि विषयितः अवान्तरभेदाः निरूपणसौकर्याय अवान्तरभेदाः आसन् विषयितायाः अपि परस्परसमानाधिकरणाः इति साधुमः इति अवगच्छति वा किमपि चिन्तनमस्ति वा अत्र अथवा प्रश्नः अस्ति वा रत्ना भगिनी सावित्री भगिनी नीता भगिनी भारती भगिनी प्रकारिता संसर्गिता संसर्गिता विशेषिता ते सर्वे विषयताः सन्ति विषयिताः विषयिता न तु विषयता विषयिता अतः भूतलं संयोगं संयोगः संयोगः विषयताः न घटः भूतलं संयोगः विषयाः विषयाः क्षम्यतां ते हा तेषु विषयताः सन्ति सत्यं विषयताः भिन्नभिन्नस्थलेषु सन्ति खलु घटे एका विषयता प्रकारता नाम्ना संयोगे एका विषयता संसर्गता नाम्ना अपि च भूतले एका विषयता विशेष्यता नाम्ना विषयताः सन्ति परस्परम् असमानाधिकरण्यं विषयतायाः असमानाधिकरणं किन्तु अधुना यद् महोदयेन पठितं तत् प्रतिबिम्बः इति स्वीकुर्मश्चेत् प्रतिबिम्बः कस्य द्योतकः अस्ति प्रतिबिम्बः विषयितायाः द्योतकः प्रतिबिम्बः प्रतिबिम्बाः सर्वे कुत्र पतन्ति काचे करदीपस्य काचे इति यदा वदामः तत् स्थानं कस्य स्थानमस्ति कस्य द्योतकमस्ति दीपः इति कस्य स्थाने भवति दीपः ज्ञाने ज्ञाने अस्ति खलु तर्हि प्रतिबिम्बाः सर्वे ज्ञाने एव आगत्य सम्मिलन्ति इति चिन्तयन्तु प्रतिबिम्बाः सर्वे विषयतायाः द्योतकाः भवन्ति ते सर्वे ज्ञाने एव सम्मिलिताः भवन्ति इति कारणतः विषयितानाम् अधिकरणं समानम् अत्र तिस्रः सन्ति विषयिताः विषयिताः प्रकारिता संसर्गिता विशेषिता हा सत्यम् तेषां स्थानं कुत्र ज्ञाने अस्तु सम्यक् एव अग्रे भारती भगिनी एव पठतु किञ्चित् एते प्रतिबिम्बाः न प्रकारत्वादिवत् परस्परम् असमानाधिकरणाः किन्तु ज्ञाने एकनिष्ठाः आधारादेयादि अभावस्थले यथा आदेयतादिकरणतयोः निरूप्यनिरूपकभावः तथा विषयता विषयितायोरपि ज्ञातव्यः तथा च भूतलं घटवत् इति ज्ञानस्य घटनिष्ठप्रकारतानिरूपितप्रकारिताश्रयः संयोगनिष्ठा संसर्गतानिरूपिता संसर्गिताश्रयः भूतलनिष्ठविशेष्यतानिरूपिता विशेषिताश्रयः ज्ञानम् इति विवरणं भवति. अस्तु, प्रारम्भतः किञ्चित् पठतु भगिनि, पठित्वा प्रतिपादयतु. इदानीं तिस्रः सन्ति विषयिताः, प्रकारिता, संसर्गिता, विशेषिता इति. अग्रे एते न असमाधिकरणाः, सम्यक्, एते समानाधिकरणाः, किन्तु ज्ञाने एक निष्ठा ततः ज्ञानम् एकं तस्मिन्नेव ज्ञाने करणम् अधिकरणं, सत्यं, ज्ञानमेव अधिकरणं सर्वासाम्. अग्रे अग्रे आधार आदेयभावः स्थले यथा आदेयता अधिकरणतयोः निरूप्यनिरूपकभावः तथा विषयता विशेषिता रपि ज्ञातव्यः ज्ञातव्यः. अस्तु, इदानीं मनसि चित्रं स्यात्. अस्तु, आधारः आदेयभावः इत्यस्मिन् आधारः ज्ञाननिष्ठा अस्तु, अहं चित्रं ददामि. यज्ञदत्तः आदेयः आसनम् आधारः. सम्यक्, किन्तु चित्रं स्मरन्ति चेत् यज्ञदत्तः इत्यस्य उपरि आधेयता इति लिखितमासीत्, आसनम् इत्यस्य उपरि अधिकरणता इति लिखितमासीत्. तस्य निरूपकनिरूप्यभावः एवमस्ति खलु, यज्ञदत्तनिष्ठ अधिकरण आधेयता निरूपित अधिकरणताश्रयः आसनम् इति. पुनः भवति यदि यज्ञदत्तः अस्ति आदेयः, यज्ञदत्ते आधेयता अस्ति. अस्तु, यज्ञदत्तः, तस्य उपरि एरो, ऊर्ध्वगामिनी शरः अस्ति, तस्य उपरि आधेयता. इदानीं तस्य दक्षिणभागे आसनम् इति अस्ति चेत् आसनस्य उपरि अधिकरणता इति भवति. यज्ञदत्त, तत्तर्हि वाक्यैः निरूपणं करोमि चेत् यज्ञदत्तनिष्ठ अधिकरणता, क्षम्यतां, यज्ञदत्तनिष्ठ आधेयता निरूपित अधिकरणताश्रयः आसनम् इति वदामि अहम्. तथा एव इदानीं चिन्तयन्तु. अस्तु, वामभागे विषयः इति अस्ति, तस्य उपरि विषयता इति अस्ति. दक्षिणभागे ज्ञानम् इति अस्ति, तस्य उपरि विषयिता इति अस्ति. वामभागे विषयः, तस्य उपरि विषयता. दक्षिणभागे ज्ञानं, तस्य उपरि विषयिता. इदानीं प्रयत्नं करोति वा भारती भगिनी? ज्ञाननिष्ठा विषयिता, न, ज्ञानस्य निरूपणं भवतु तर्हि. विषयनिष्ठ घटनिष्ठ विषयनिष्ठ. सावित्री भगिनी वदतु. विषयनिष्ठ विषयता निरूपिता विषयिता आधारः ज्ञाननिष्ठा विषयिता, कस्य निरूपणं करणीयम्? ज्ञानस्य ज्ञानस्य भवती कृतवती सम्यक्तया. अस्तु, विषयनिष्ठविषयतानिरूपित विषयिताश्रयः ज्ञानं. भारती भगिनी अवगच्छति वा? विषयता निष्ठा विषयनिष्ठा निरूपिता विषयता विषयी निष्ठा विषयी आश्रयः ज्ञानम्. विषयनिष्ठा विषयता. वेङ्कटेश महोदय वदतु कृपया. विषयनिष्ठ विषयता निरूपित विषयिताश्रयः ज्ञानम्. ज्ञानम् इति अस्ति. तथा च भूतलम् इदानीं तु सामान्यनिरूपणमासीत्. इदानीम् एकम् विशेषम् उदाहरणं स्वीकुर्मः. भूतलं घटवत् इति आधारेण वदामश्चेत् तत्र अस्माकं विषयः इत्यस्य स्थाने घटः आगमिष्यति. अस्तु, विषयता इत्यस्य स्थाने आगच्छति वा? हरि ओम्, शृण्वन्ति सर्वे? इदानीं भूतलं घटवत् इति अस्ति, तत्र घटः इति अस्ति. घटस्य उपरि किं स्यात्? प्रकारता. सम्यक्. ज्ञानम् इति अस्ति, ज्ञानस्य उपरि किं स्यात्? संसर्गिता. ज्ञानस्य उपरि किं स्यात्? विषयितायाः. वेङ्कटेश महोदय वदतु. प्रकारिता. इदानीं वयं प्रकारतायाः आधारेण ज्ञानस्य विवरणं कुर्मः. घटे प्रकारता अस्ति, ज्ञाने प्रकारिता नाम्ना विषयिता अस्ति. अस्तु इति चिन्तयित्वा अनिता भगिनी करोतु निष्ठा इत्यादिकम् उपयुज्य. घटनिष्ठा प्रकारता निरूपिता प्रकारिता आश्रयः ज्ञानं. सम्यक्. तावदेव. नीता भगिनी? आम् शृणोमि. तावदेव. घटनिष्ठ प्रकारता निरूपित प्रकारिताश्रयः ज्ञानम् इति. इदानीं रत्ना भगिनी, संयोगः इति अस्ति, संयोगः इत्यस्य उपरि किं स्यात्? संसर्गता. ज्ञानम् इत्यस्य उपरि किं स्यात्? संसर्गिता. करोति वा निरूपणं? संसर्ग न संयोगनिष्ठा संसर्गिता निरूपिता. संयोगनिष्ठा किं निरूपिता? संसर्गता निरूपिता संसर्गिताश्रयः ज्ञानम्. ज्ञानम्. अस्तु, सावित्री भगिनी, इदानीं भूतलम् इति चिन्तयतु. भूतले का विषयता अस्ति? विशेष्यता. तर्हि ज्ञाने का विषयिता स्यात्? विशेषिता. सम्यक्. इदानीं निरूपणं करोति वा? भूतलनिष्ठा विशेषता निरूपिता विशेषिताश्रयः ज्ञानम्. ज्ञानम् इति ज्ञानस्य विवरणं त्रिधा भवति. सर्वत्र आश्रयः ज्ञानम् इति पश्यामः. तत्र कस्य आश्रयः ज्ञानम्? विषयितायाः. कीदृशविषयितायाः? प्राकारिता, विशेषिता, संसर्गिता. तिस्रः अपि विषयिताः ज्ञाने एव सन्ति. तर्हि विषयिताः समानाधिकरणाः, तदर्थम् आश्रयः समानः एव ज्ञानम् इति. विषयताः असमानाधिकरणाः घटे भूतले वा अन्यत्र कुत्र यत्र कुत्रापि विषयः अस्ति तत्र भिन्नभिन्नाः विषयताः भवन्ति इति. विषयः स्पष्टः वा? अस्तु, इदानीम् अग्रे नीता भगिनी पठति वा? एवमेव घटः नीलरूपवान् इति ज्ञाने समवायसंसर्गमादाय भूतलं घटाभाववत् इति ज्ञानस्थले दैशिकविशेषणता संसर्गमादाय चिन्त्यम्. प्रारम्भतः पठतु भगिनि. एवमेव घटः नीलरूपवान् इति ज्ञाने समवायसंसर्गमादाय. सम्यक्, इदानीं तिष्ठतु तत्र. घटः नीलरूपवान् इति किमस्ति? घटस्य विशेषणम् अस्ति नीलरूपं. भूतलं घटवत् इति किम् आसीत्? तस्य एकविशेषसंज्ञा दीयते, भूतलं घटवत् इति. ज्ञानस्य आकारः इति उच्यते किल. भूतले घटः अस्ति इति ज्ञानं, तस्य ज्ञानस्य शब्देन वदनमेव भूतलं घटवत्. आकारः शब्देन प्रतिपादनम् आकारः. अत्र आकारः कः नीता भगिनि? नीलरूपवान्. सम्यक्, घटः नीलरूपवान् इति आकारः. इदानीं वदतु विशेषणं किं, विशेष्यं किं सर्वं वदतु. घटः विशेषणं. सम्यक्, घटः विशेषणं विशेष्यम्. अनन्तरं नीता भगिनी. नीलरूपः विशेषणं. विशेषणं नीलरूपवान् नीलरूपः अस्ति विशेषणम्. अस्तु, तयोः कः सम्बन्धः अस्ति? संयोगः सम्बन्धः. चिन्तयतु. समवायसम्बन्धः. क्षम्यतां, समवाय गुणगुणिनोः मध्ये समवायः सम्बन्धः. घटः नीलरूपवान् इति ज्ञाने समवायसंसर्गमादाय इति तदर्थम् उक्तमस्ति. घटः अस्ति विशेष्यं, नीलरूपम् अस्ति विशेषणम्, अपि च समवायसम्बन्धः. तर्हि अत्रापि त्रयः विषयाः सन्ति. कस्मिन् का विषयता अस्ति इति वदति वा? घटे विषयता अस्ति. घटे विषयता. विषयता अस्ति. कीदृशः विषयता? त्रिविधाः सन्ति खलु, घटे कीदृशः विषयताः? घटे प्रकारता विषय. सम्यक्, अनिता भगिनी वदतु. घटे घटे प्रकारता विषय. घटे प्रकारता अस्ति. किमर्थं घटे प्रकारता अस्ति? घटः तत्र किम् वदतु भगिनि, सावित्री भगिनि. अहं चिन्तयामि नीलरूपे प्रकारता अस्ति, घटे विशेषिता अस्ति. हा, इदानीं वदतु कुत्र किं भवितुम् अर्हति? किमर्थं नीलरूपे प्रकारता अस्ति? नीलरूपम् अस्ति विशेषणं, यथा भूतलं गतवत् तत्र भूतलं विशेष्यम् आसीत्, घटः विशेषणम् आसीत्. अत्र नीलरूपं विशेषणम् अस्ति, घटः विशेष्यम् अस्ति. सम्यक्, तर्हि नीलरूपे किं स्यात्? नीलरूपे प्रकारता अस्ति, समवाये संसर्गिता अस्ति घटे एकनिमिष समवाये किम् अस्ति संसर्गिता संसर्गिता न नीलरूपे प्रकारता समवाये संसर्गता घटे किमस्ति विशेष्यता विशेष्यता बहु सम्यक् अवगतं वा इदानीं रत्ना भगिनी अग्रे पश्यतु भूतलं घटाभाववत् इति अस्ति पठति वा आम् भूतलं घटाभाववत् इति ज्ञानस्थले दैशिकविशेषणसंसर्गमादाय चिन्त्यम् अत्र पुनः तमेव अभ्यासं करोतु अत्र विशेषणं किं विशेष्यं किं सम्बन्धः कः सर्वं भूतलं विशेष्यम् अस्ति घटाभावं विशेषणम् अस्ति सम्यक्तया एव उक्तवती अनन्तरम् आम् अभावम् अस्ति अत्र अभावः अस्ति अभावः अस्ति अग्रे वदतु इति ज्ञानस्थले दैशिकविशेषणविशेषणता संसर्गम् आदाय चिन्त्यं दैशिकः हा हा हा वदतु दैशिकविशेषणं विशेषणता संसर्गम् इति संसर्गमस्ति इत्युक्ते भूतलं घटाभाववत् इत्यस्य वदने भूतले घटाभावः अस्ति केन सम्बन्धेन स्वरूपसम्बन्धेन सत्यं स्वरूपसम्बन्धः तस्य अपरं नाम अस्ति दैशिकविशेषणता रत्ना भगिनी अवगम्यते वा आम् अस्तु इदानीं पुनः तमेव करोतु प्रकारता कुत्र संसर्गता कुत्र इत्यादिकं भूतले विशेष्यता अस्ति घटाभावं घटाभाव प्रकारता अस्ति घटाभावे दैशिकविशेषणे संसर्गता अस्ति अथवा स्वरूपसम्बन्धे संसर्गता अस्ति इति भिन्नभिन्नस्थलेषु भिन्नान् संसर्गान् आदाय तथा वक्तुं शक्नुमः कुत्र का विषयता अस्ति इति उक्त्वा ज्ञानस्य निरूपणं कर्तुं शक्नुमः इत्यस्य उदाहरणमेव अस्ति एतत् घटः नीलरूपवान् इत्यादिकम् अस्तु अग्रे वेङ्कटेशमहोदयः पठति वा प्रकृतम् अनुसरामः सर्वोऽपि पदार्थः स्वस्मिन् तादात्यसम्बन्धेन भवति तेन सम्बन्धेन नास्ति इति अभावः एव अन्योन्य अभावः भेदः स च चतुर्थः अभावः तादात्म्यसम्बन्धस्य प्रतियोगिता अवच्छेदकत्वम् उपरिष्टात् साधयिष्यते इत्यलम् पुनः यत् वयं चर्चां प्रारम्भं यथा यत्र आगत प्रारम्भः अभवत् तद् तत्र वयं तादात्म्यसम्बन्धः इति वयं पठितवन्तः यः कोऽपि पदार्थः स्वस्मिन्नेव तादात्म्यसम्बन्धेन तस्य सम्बन्धः तादात्म्यसम्बन्धः इति तस्य अभावः तादात्म्यसम्बन्ध अभावः सम्बन्धः नास्ति इति तस्य अभावस्य नाम अपि वयम् अन्योन्य अभावः इति पठितवन्तः पूर्वं तदेव चतुर्थः अभावः भेदः अपि भेदः अन्योन्याभावः समान नाम किल अपरः अपरं नाम भेदः इति तदेव चतुर्थः अभावः तादात्म्यसम्बन्धस्य प्रतियोगिता अवच्छेदकत्वम् उपरिष्टात् साधयिष्यते इति अलम्. अतः इद एतत् उक्तमस्ति पूर्वं, तत् सम्यक् न अवगच्छामि. तत्र किमर्थं तथा उक्तवन्तः इति न जाने, किन्तु उपरिष्टात् साधयिष्यते इत्युक्ते अग्रे गत्वा अन्योन्याभावस्य अपि अग्रे गत्वा साधयिष्यामः इति एव अर्थः. अन्यत् किमपि नास्ति. ममापि भ्रमः आसीत् तत्र वर्गे, तर्हि महोदयेन उक्तं तादात्म्यसम्बन्धस्य प्रतियोगितावच्छेदकत्वं, तत्तु वयं जानीमः एव, अन्योन्याभावस्थले दृष्टवन्तः. तत्र ज्ञानं कीदृशं भवति इति अग्रे गत्वा पुस्तके साधयिष्यते इति इति अलम् अधुना इति उक्तमस्ति तत्र. अस्तु, सावित्री भगिनी कृपया अन्तिमं वाक्यं वदतु. इति श्रीबाकुलाभिपूर्णेन्दुमहामहोपाध्याय श्रीसुब्रह्मण्य गुरुचरणान्ते वासिनः देवदत्तस्य कृतौ तर्कसङ्ग्रहव्याख्यायां विद्याधरी संयकायाम् उद्देश्यग्रन्थः. इति देवदत्तस्य कृतौ इत्युक्ते अस्यां विद्याधरी संज्ञकायां ग्रन्थे अथवा कृतौ उद्देशग्रन्थः. श्रीगोडाकुलाब्धिपूर्णेन्दु महामहोपाध्याय श्रीसुब्रह्मण्य गुरु, तस्य गुरु अस्ति, तं वन्दित्वा उद्देशग्रन्थः अत्र प्रस्तुतः इति उक्तमस्ति. वयम् एतावत्पर्यन्तं यत् पठितवन्तः प्रारम्भतः, तत्सर्वम् उद्देशग्रन्थः इत्युक्ते नामकरणं, परिभाषा इत्यादिकानि इत्यादिकान् विषयान् वयं दृष्टवन्तः खलु, तत्सर्वम् उद्देशग्रन्थः. अनन्तरं किं भवति? अनन्तरं प्रायः द्रव्यनिरूपणं, द्रव्यम् इति स्वीकृत्य तस्य निरूपणम् अथवा गुणः इति स्वीकृत्य तस्य निरूपणं तथा भवति इति चिन्तयामि. किन्तु एतावता किञ्चित् पूर्वभूमिका इव, सर्वं नामकरणं, संज्ञाः के काः इति उक्त्वा उद्देशग्रन्थः अत्र प्रकटितः अस्ति. भगिनी, उद्देशग्रन्थः इत्युक्ते किञ्चित्, महोदयेन उक्तमासीत् उद्देशग्रन्थः इत्युक्ते एतावत् पर्यन्तं यद् सर्वं कृतं, ग्रन्थस्य लक्षणं किं, तत्र नामकरणं, कस्य कस्य किं नाम इति वदनम् अथवा परिभाषायाः अथवा पूर्वभूमिकायाः स्थापनं, ग्रन्थस्य पूर्वं ग्रन्थात् पूर्वं किं भवति इत्यस्य वदनं सर्वम् उद्देशग्रन्थः. अस्तु, अस्तु वा? आम् अस्तु भगिनि. प्रश्नाः सन्ति किम्? हरि ओम्. नास्ति भगिनि. तर्हि मुख्य अंशः आसीत् विषयताः असमानाधिकरणाः, विषयिताः समानाधिकरणाः इत्येव अद्यतन मुख्यविषयः आसीत्. अग्रे गत्वा सर्वं गभीररीत्या पाठयिष्यते इति चिन्तयामि. तर्हि समापयामः. शुभरात्रिः. नमस्कारः. धन्यवादः भगिनी. धन्यवादः.